चतुर्थोऽध्यायः वायुप्राणयोः ब्रह्मणः पाददृष्ट्यद्य सह पुरस्ताद्वर्णितः। अथ इदानीं तयोः साक्षात् ब्रह्मत्वेन उपास्यत्वाय उत्तरमारभ्यते। सुखावबोधार्थ आख्यायिक विद्यादानग्रहणविधिप्रदर्शनार्थ च श्रद्धा अन्नदान अनुद्धतत्वादीनां च विद्याप्राप्तिसाधनत्वं प्रदर्श्यते आख्यायिकय। ज्ञानश्रुतिर्ह पौत्रायणः श्रद्धादेयो बहुदायी बहुपाक्यास सः सर्वतः अवस्थान् मापयाञ्चक्रे सर्वत एव मे अन्नमस्यन्तीति।